गुणस्य व्याप्यवृत्तित्वम् अपि च अव्याप्यवृत्तित्वम् इत्यस्य विषये चर्चा जायमाना अस्ति. तस्मिन् विषये वयं करपत्रात् अपि किञ्चित् पठितवन्तः. अद्य पुनः विद्याधर्यां पृष्ठसङ्ख्या 79 इत्यस्मात् आरभ्य तस्मिन्नेव विषये काचित् चर्चा भविष्यति. जयन्ती भगिनी आरब्धुम् इच्छति वा व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पदार्थनिरूपणं तस्मात्? आम्, व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पदार्थनिरूपणं नव्यनैयायिकाः न इदं सहन्ते. तेषाम् अयम् आशयः, वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् सः तस्मिन् वृक्षे अग्रे मूले कस्यांश्चित् शाखायां वा भवति, न तु सर्वेषु अवयवेषु कपिः भवति. वृक्षगतरूपं तु सर्वेषु अवयवेषु वर्तते इति तत् व्याप्यवृत्ति इति उच्यते. कपिः तत् संयोगः वा न सर्व अवयवेषु वर्तते इति. एकनिमिष, तस्मात् पूर्वं प्रकृतम् अनुसराम, ततः आरभणीयमासीत्. आमामाम्, तत्र पठति वा? आं भगिनि, श्रूयते खलु? आमां, श्रूयते. आम्, एकक्षणः, कुत्र पुस्तके वा? हा, पुस्तके 79 पुटे स्मः. सावित्री भगिनी खलु? आमाम्, अस्तु. तत्र 79 पुटे आरम्भतः पठतु. धन्यवादः. जयन्ती भगिनी. आम्, प्रकृतम् अनुसरामः. चक्षुर्मात्रग्राह्यो गुणः रूपमिति दलत्रयं रूपलक्षणं पर्यवसितम्. मूले तद् विभागम् आह तत् सप्तविधम् इति. शुक्ले इत्यादि प्रसिद्धानि. चित्ररूपम् इति अतिरिक्तम्. यस्य अवयवानां परस्परं विभिन्नं रूपं भवति सः अवयवी चित्रः इति उच्यते. यथा सन्ति कस्मिंश्चित् पटे पीततन्तूनां 5 श्वेततन्तूनां 5, तैः अवयवैः जायमाने तस्मिन् पटे न पीतरूपं न अपि रक्तरूपं किन्तु चित्रम् इति अतिरिक्तं सप्तमं किमपि रूपम् उत्पद्यते इति वैशेषिकानाम् आशयः. अस्तु, अस्मिन् भागे चक्षुर्मात्रग्राह्यगुणः रूपं वयं पठितवन्तः भिन्नभिन्न कोणैः. अस्य अत्र लक्षणत्रयम् अस्ति. चक्षुरिन्द्रियम्. एकवारं तत्र लक्षणवाक्यं पठति वा पुनःस्मरणार्थम् अस्माकं? पूर्वस्मिन् पुटे वा? सत्यं सत्यं, 72 पुटे अस्ति लक्षणवाक्यम्. चक्षुर्मात्रग्राह्यो गुणो रूपं तच्च शुक्लनीलपीतरक्तहरितकपिश्चित्रभेदात् सप्तविधम्. पृथ्वीजलतेजोवृत्ति, तत्र पृथिव्यां सप्तविधम्. अभास्वरशुक्लजले, भास्वरशुक्लं तेजसि. चक्षुषः इन्द्रियस्य लक्षणवाक्यमस्ति. कस्य लक्षणवाक्यं? गुणरूपस्य लक्षणवाक्यं. रूपं कीदृशम्? चक्षुर्मात्रग्राह्यो गुणः रूपम् इति. रूपं तु सप्तविधम् अस्ति. शुक्लनीलपीतरक्त हरित कपिश चित्ररूपमपि सप्तमं रूपमपि अस्ति. द्रव्येषु पृथ्वीजलतेजसि रूपमस्ति इति. तत्र पृथिव्यां सप्तविधं रूपम् अस्ति, जले अभासुरशुक्लरूपेण भवति, तेजसि भासुरशुक्लरूपेण इति अस्ति रूपस्य लक्षणवाक्यम्. अधुना नवसप्ततितमे पुटे तदेव उक्तमस्ति. पुनः चक्षुर्मात्रग्राह्यगुणः रूपम् इति वयं दलत्रयम् अस्ति अस्मिन् लक्षणवाक्ये इति वयं दृष्टवन्तः. मूले प्रथमतया सप्त रूपं रूपस्य सप्तविधम् अस्ति इति शुक्ल नीलपीतरक्तहरित कपिश अपि च चित्ररूपम् इति प्राचीनाः उक्तवन्तः. चित्ररूपम् इति सप्तमं रूपम् अपि ते अङ्गीकुर्वन्ति. अत्र उदाहरणं दीयते, यदि पठे पञ्चशत तन्तवः सन्ति पीतवर्णे, अपि च श्वेतवर्णे पञ्चशत तन्तवः सन्ति, तत्र पटः न पीतर, तस्य रूपं न पीतरूपं न अपि रक्तरूपं वा न न चित् न श्वेतरूपम् इति ते उक्तवन्तः. नूतन सप्तमं रूपं यत् ते अङ्गीकुर्वन्ति चित्ररूपम् इति तस्य रूपं भवति इति ते उक्तवन्तः. तदेव अस्ति अत्र, अवयवैः जायमाना रूपं पीतं वा श्वेतं वा रक्तम् इति न अङ्गीकृत्य नूतनरूपं सप्तमं रूपं चित्रं तेषां मिश्रणेन यत् रूपम् उत्पद्यते तत् रूपं पटस्य रूपम् इति ते अङ्गीकुर्वन्ति. तथा एव अस्ति, अवयवानां परस्परविभिन्नं रूपं यस्य भवति सः चित्रः, नाम साक्षात् पटः चित्रः इति, पटे यद्रूपम् अस्ति तद् चित्रम् इति पुरातननैयायिकाः वदन्ति इति स्पष्टं स्यात्. एतद् एव चित्रम् इति यद् आहत्य यद्रूपम् अस्ति चित्रम् इति, तदेव चाक्षुषं प्रति कारणं भवति इति पुरातननैयायिकानां मतम् इति अस्ति. अस्तु, अपि च राजेन्द्रमहोदय किञ्चित् स्मारयति वा, पुरातननैयायिकानां मते रूपं कीदृशं, व्याप्यवृत्तिगुणः अथवा व्याप्यवृत्तिः गुणः? ते तु पुरातनन्यायिकाः तु वदन्ति रूपं तु अव्याप्यवृत्तितम् अस्ति, रूपे व्याप्यवृत्तितम् अस्ति, तथा यथा किमपि श्वेतरूपं रक्तरूपम् अथवा भवतु, परन्तु यद्यपि मिश्रितरूपेण तत्र रूपं भवति तत् ते चित्ररूपं स्थापितवन्तः, तत्कारणात् व्यापिवृत्ति एव अस्ति, वितीतम् एव अस्ति रूपस्य. सम्यक् अस्ति इति पुरातननैयायिकानां मतम्. अस्तु महोदय, अग्रे भवान् एव पठतु. व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति पदार्थनिरूपणं नव्यन्यायिकाः न इदं सहन्ते, तेषाम् अयम् आशयः. वृक्षे संयोगसम्बन्धेन कपिः अस्ति चेत् सः तस्मिन् वृक्षे अग्रे मूले कस्यञ्चित् शाखायां वा भवति, न तु सर्वेषु अवयवेषु कपिः भवति. वृक्षगतरूपं तु सर्वेषु अवयवेषु वर्तते इति तत् व्याप्यवृत्ति इति उच्यते. कपिः तत् संयोगो वा न सर्व अवयवेषु वर्तते इति कपिः कपिसंयोगो वा अव्याप्यवृत्तिः इति उच्यते. अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इत्यर्थः. नवे न्यायिकाः किं वदन्ति, ते वदन्ति यथा प्राचीनन्यायिकाः वदन्ति तादृशी अस्ति नास्ति वृक्षे यदि कपिसंयोगः संयोगसम्बन्धेन अस्ति कपिसंयोगः वृक्षे अस्ति तत्र एकस्मिन् एकभागे अस्ति यथा अग्रे अथवा कस्यचित् शाखायां भवति न तु सर्वेषु अवयवेषु कपिः भवति परन्तु यदा पश्यामः वृक्षत्वं वृक्षवं तु तत्तु सर्वेषु अवयवेषु वर्तते इति सः तु व्याप्यवृत्तिः अस्ति वृक्षत्वं परन्तु कपिसंयोगः तु व्याप्यवृत्तित्वं न अस्ति तत्र यथा कस्मिंश्चित् एकस्मिन् भागे एव अस्ति एकस्मिन् देशे एव अस्ति कपिसंयोगः कपि तत्संयोगः न वा तथा ते नव्यन्यायिकाः वदन्ति तत् अव्याप्यवृत्तिः अस्ति यद्यपि कपिसंयोगः सर्वत्र न दृश्यते एकस्मिन् एक भागे वर्तते सम्यक् अस्ति पुनः अन्तिमवाक्यं पठतु अव्याप्यवृत्तित्वम् इत्यस्य अर्थः कः अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इत्यर्थः नाम अव्याप्यवृत्तित्वम् इत्यस्य स्वभावस्य अधिकरणे यथा अव्याप्यवृत्तित्वं वदामः तथा तत् तस्य अर्थः अस्ति कस्मिंश्चित् भागे एव अस्ति अस्ति कोऽपि रूपः तत् यथा कोऽपि संयोगः तत् सर्वत्र न भवति तस्य अधिकरणम् एव एकस्मिन् भागे एव भागे एतस्मिन् उदाहरणे तत्र अग्रदेशे एव कपि संयोगः अस्ति हा स्व अभावस्य अधिकरणे नाम स्वम् इत्यस्य षष्टि स्वस्य अस्तु स्वस्य अभावस्य अधिकरणे समासे कृते स्वाभावस्य अधिकरणे इति भवति अत्र स्वम् इत्युक्ते कपिसंयोगः स्वस्य अभावः इत्युक्ते कपिसंयोगाभावः एकस्मिन् एव वृक्षे नाम अधिकरणे कपिसंयोगः अपि अस्ति कपिसंयोगाभावः अपि अस्ति इदमेव स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति उच्यते इति अव्याप्यवृत्तित्वस्य लक्षणमस्ति अस्तु स्पष्टं स्यात् इति मन्ये चित्रे किमर्थं कपि संयोगे संयोगो वा इति वा तस्य प्रयोगः किमर्थं पुनः पृच्छतु महोदय कपि संयोग इति संयोग चित्रे अग्रदेशः कपि इति अस्तु अस्तु नाम कपि संयोगः यत् कपिः यत्र अस्ति तत्र कपि संयोगः भवति एव तदर्थमेव अथवा इति अर्थः तावदेव अस्तु मध्ये केन केन आगतम् लक्ष्मी अस्मि भगिनि नमस्ते लक्ष्मी भगिनि नमस्कारः अनन्तरम् अजितः अस्तु अजितमहोदय अस्तु तर्हि अग्रे गोपालमहोदय पठति वा आम् एकस्मिन् एव वृक्षरूपे अधिकरणे कपिः अस्ति अग्रदेशवर्ति शाखायां तस्य अभावस्तु मूलदेशवर्ति शाखायाम् एवञ्च अग्रं कपिनिश्च आधेयता निरूपिता या वृक्षनिष्ठा अधिकरणता तस्याः अवच्छेदकम् इत्युच्यते तथैव मूलं च संयोग अभावनिष्ठ आधेयता निरूपित अधिकरणता अवच्छेदकं तत्र अवच्छेदकं द्विविधम् अस्ति एकस्मिन् स्तरे अवच्छेदकं कपि संयोग भावस्य भावात् भवति यत्र कपिनिष्ठ आधेयता निरूपित वृक्षनिष्ठ अधिकरणं तत्र अधिक अवच्छेदकं यत्र कपिः अस्ति अग्रभागे अन्यत्र मूले यत्र कपिसंयोग अभावः अस्ति तत्र मूलं तत्रापि अवच्छेदकम् अस्ति, तत् अवच्छेदकं भिन्नं किमर्थं चेत् तत्र कपिसंयोग अभावः अस्ति. विवरणं कर्तुं चेत् कपिसंयोग अभावनिष्ठ आदेयता निरूपित अधिकरणता अवच्छेदकम् इति अवच्छेदकं द्वयम् अस्ति. अस्तु, इदानीं कपिसंयोगः कुत्र अस्ति? कपिसंयोग अग्रभागे अस्ति. अग्रे कपिसंयोग अभावः कुत्र अस्ति? मूले, वृक्षस्य मूले अस्ति. मूले अस्ति. अत्र उक्तम् अवच्छेदकं द्विविधम् अस्ति अस्मिन् सन्दर्भे. एकम् अस्ति किम्? अग्रम् इति. अग्रभागः इति एकम् अस्ति अवच्छेदकं. पुनः मूलम् इति अवच्छेदकम् अस्ति. अग्रभागः कस्य अवच्छेदकम्? तत्र भिन्नं पूर्व अवच्छेदकं. न, एकनिमिषं महोदय. अग्रभागः कस्य अवच्छेदकम् अथवा कस्याः अवच्छेदकम्? कस्य एवं च इति अस्ति खलु तृतीयं वाक्यं, तद् पठतु इतोपि एकवारम्. एवं कुत्र? एवं च अग्रं कपिनिष्ठ आदेयता. अग्रम् इति अवच्छेदकं निरूपित कपिनिष्ठ आदेयता निरूपिता या वृक्षनिष्ठा अधिकरणता तस्याः अधिकरणतायाः अवच्छेदकम्. हा, बहु सम्यक्. अग्रभागः अधिकरणतायाः अवच्छेदकं. सा च अधिकरणता कीदृशी? भवता उक्तम् अधिकरणतायाः अवच्छेदकम् अग्रभागः इति. सा अधिकरणता कीदृशी अधिकरणता इत्युक्ते कपिनिष्ठ कपिनिष्ठ आधेयता निरूपित वृक्षनिष्ठ अधिकरणता. एतत् सर्वं वृक्षनिष्ठ अधिकरणता कीदृशी अधिकरणता? कपिनिष्ठ आधेयता निरूपित अधिकरणता अस्ति अवच्छेद्या. अग्रभागः अवच्छेदकम् अवच्छेद्या का इति अवगन्तव्यं भवति. तथैव मूलनिष्ठ, तत्र मूलस्य प्रसङ्गे अवच्छेदकं किम्? अवच्छेद्या का इति वदतु कृपया. मूलभागे कपि संयोगभावनिष्ठ आदेयता निरूपित तस्याः अधिकरणतायाः अवच्छेदकं मूलभागं. मूलं बहु सम्यक्. तर्हि मूलम् अवच्छेदकं कपि संयोगाभाव निष्ठ आधेयता निरूपित अधिकरणता अवच्छेद्या इति मुख्यविषयः. अवच्छेदकः कः, अवच्छेद्या का इति अवगन्तव्यं भवति प्रथमतया. अस्तु, इतः अग्रे सरेम. सावित्री भगिनी पठति वा किञ्चित्? घटत्वादिनिष्ठप्रतियोगितावच्छेदकत्वात् इदमवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम्. इदं च अव्याप्यवृत्तित्वनिर्वाहकमिति शास्त्रे प्रसिद्धं. तथा च अग्रावच्छेदेन वृक्षे कपिः कपिसंयोगो वा वर्तते. मूलावच्छेदेन वृक्षे कपेः अभावः कपिसंयोगाभावः वा वर्तते. एवं च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यस्य वृक्षे कपिसंयोगः वर्तते तदभावः अपि वर्तते इत्यर्थः. तुल्ययुक्त्या कपिसंयोगाभावस्यापि अव्याप्यवृत्तित्वं समर्थनीयम्. अस्तु, अत्र घटत्वादिनिष्ठप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं भिन्नम्. घटत्वादिनिष्ठा प्रतियोगिता अवच्छेदकत्वं कथम् कथम् आसीत् इत्युक्ते तत्र यत्र यत्र घटत्वम् आसीत् तत्र तत्र प्रतियोगिता अपि आसीत् अथवा यत्र भगिनि सम्यक् एव इदं वदतु घटत्वप्रतियोगिता अनयोः मध्ये अवच्छेदकं किम् अवच्छेद्या का अस्तु घटत्व घटत्वम् अवच्छेदकं प्रतियोगिता अवच्छेद्या तस्मिन् सन्दर्भे तयोः अधिकरणं किम् अस्ति अवच्छेदक अवच्छेद्ययोः अधिकरणं किं द्वयोः अवच्छेदकं घटमेव ऐ मीन् अधिकरणं घटम् एव हा समीचीनं तर्हि तत्र सामानाधिकरण्यम् अस्ति घटत्वम् इति अवच्छेदकं प्रतियोगिता इति अवच्छेद्य अनयोः मध्ये सामानाधिकरण्यम् अस्ति उभयोः घटः इति अधिकरणम् अस्तु अग्रे वदतु अस्मिन् प्रसङ्गे यत्र कति संयोगः अग्र वृक्षस्य अग्रभागे अस्ति अपि च वृक्षस्य मूलभागे कति संयोग अभावः अस्ति तत्र समानाधिकरणं नास्ति कयोः समानाधिकरण्यं कयोः समानाधिकरण्यं नास्ति अधिक अवच्छेदकता अवच्छेद्या अवच्छेदक अवच्छेद्ययोः समानाधिकरण्यं नास्ति आम् किमर्थम् इत्युक्ते प्रथम अग्रभागे कपि संयोग यत्र अस्ति तत्र अधिकरणं तु वृक्षमेव परन्तु अवच्छेदकं अवच्छेदकम् अग्रभागः अग्रम् अस्ति अग्रभागः वृक्षे अस्ति वा न किमर्थम् अग्रभागः वृक्षः अग्रभागे अस्ति अग्रभागः वृक्षे नास्ति किमर्थम् इत्युक्ते अवयवः अवयवी अस्ति अवयवी विपरीतरीत्या वक्तव्यमस्ति आमामाम् आम् अग्रभागः अवयवी अस्ति अवयवः अस्ति तदर्थं अग्रभागस्य अधिकरणं वृक्षं नास्ति परन्तु वृक्षस्य अधिकरणम् अग्रभागः इति अस्ति आम् आम् वृक्षस्य अधिकरणम् अग्रभागः अस्ति अनेन किं सिद्ध्यति इत्युक्ते अग्रभागः इति अस्माकम् अवच्छेदकम् अस्ति किल तद् वृक्षे नास्ति परन्तु परन्तु अवच्छेद्या का अवच्छेद्या कपि संयोगनिष्ठा आधेयता निरूपिता अधिकरणता वृक्षनिष्ठा अधिकरणता तर्हि सा अधिकरणता वृक्षे अस्ति वा आम् अस्ति एव तर्हि भेदः कः घटत्वप्रतियोगितयोः प्रतियोगितायाः सन्दर्भे अपि अस्मिन् सन्दर्भे अस्मिन् सन्दर्भे वृक्षे अवच्छेदकता द्वयोः अवच्छेदकता नास्ति अग्रभागः वृक्षे नास्ति मूलभागः अपि वृक्षे नास्ति अवच्छेद्य अवच्छेदकतयोः मध्ये सामानाधिकरणं नास्ति बहु समीचीनम् इति एव भेदः अस्तु तर्हि करपत्रे पठितवन्तः अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता नास्ति कपिसंयोगविषये तत्र किञ्चित् स्मरति वा अन्यून अनतिरिक्तवृत्तित्वरूप इत्युक्ते किम् इति अन्यून अनतिरिक्तवृत्तित्वरूपम् इत्युक्ते अधिक आधेयता अपि च प्रतियोगितायोः मध्ये किमर्थम् अवच्छेदक अवच्छेद्या मध्ये अवच्छेदक अवच्छेद्या द्वयोः समानस्थले भवति एकं त्यक्त्वा अन्यत् कुत्रापि न लभ्यते यत्र अवच्छेद्या अस्ति तत्र अवच्छेदता अपि अस्ति यत्र अवच्छेद्या अस्ति तत्र अवच्छेदकः अपि अस्ति अस्ति. तयोः मध्ये, तयोः मध्ये यत्र यत्र तत्र तत्र इति सम्बन्धः भवति तदेव अन्योन अनतिरिक्तवृत्तित्वम् इति उच्यते. तादृशी अवच्छेदकता अस्ति घटत्वप्रतियोगितसन्दर्भे, परन्तु मूलाग्रनिष्ठसन्दर्भे तथा नास्ति. इदमेव किमुक्तम्? अग्रे पठित्वा किञ्चित् प्रतिपादयतु. अग्रे अग्रे वा तुल्ययुक्त्या इदमेव, इदं च अव्याप्यवृत्तित्वे निर्मा कुत्र इदम् आरम्भे परिच्छेदस्य आरम्भे. अस्तु अस्तु. इदं च अव्याप्यवृत्तित्वनिर्वाहकम् इति शास्त्रे प्रसिद्धम्. अव्याप्यवृत्तित्वनिर्वाहकम् इति तथा च नाम इदानीं भवत्या एव उक्तं खलु अन्यूनानतिरिक्तवृत्तित्वं नास्ति इति. तदेव स्वीकृत्य अव्याप्यवृत्तित्वम् अस्ति इति प्रदर्शनीयं भवति इति तावदेव. परन्तु टैटल् किमपि अस्ति अत्र इदं च अव्याप्य तथा च अग्रावच्छेदेन वृक्षे कपिः कपिसंयोगो वा वर्तते. तत् अवगतम्, इदानीमेव उक्तं वृक्षे कपि अपि कपिसंयोगः अपि अस्ति, कपिसंयोग अभावः अपि अस्ति. तथा च अग्रावच्छेदेन वृक्षे कपिः कपिसंयोगो वा वर्तते. अग्रभागे कपिसंयोगः वर्तते, तस्य अवच्छेदकम् अग्रभागमस्ति. मूलावच्छेदेन वृक्षे कपेः अभावः कपिसंयोग अभावः वा वर्तते. तदेव मूलभागे कपेः अभावः अस्ति, तस्य अवच्छेदकं भवति मूलभागम्. एवं च कपिसंयोगः वृक्षे अव्याप्यवृत्तिः इति वाक्यस्य वृक्षे कपिसंयोगो योगः वर्तते, तत् अभावः अपि वर्तते इत्यर्थः. वृक्षे कपिसंयोगः अपि अस्ति, कपिसंयोग अभावः अपि अस्ति, तदर्थम् अव्याप्यवृत्तिः इति उच्यते. तुल्ययुक्त्या कपिसंयोगाभावस्यापि अव्याप्यवृत्तित्वं समर्थनीयम्. तुल्ययुक्त्या कपिसंयोगाभावस्यापि अव्याप्य यथा कपिसंयोगस्य अव्याप्यवृत्तित्वं साधितं तथा एव कपिसंयोग अभावस्यापि अव्याप्य वृत्तित्वं साधितं भवति. समीचीनम् इत्येव अस्ति. एतावता कोऽपि प्रश्नः वा? एवम् उक्ते अव्याप्तवृत्तित्वं द्विविधः भवति वा? द्विविधा इति नास्ति. द्विविधा इत्युक्ते द्विप्रकारकः इति अर्थः, तथा नास्ति. एवमस्ति यत् कपिसंयोगः इति गुणः, सः गुणः वृक्षे अव्याप्यवृत्तिः गुणः, नाम कुत्रचित् अस्ति कुत्रचित् नास्ति. तथा एव कपिसंयोगाभावः इति अपि गुणः अस्ति. कपिसंयोगाभावः अपि एकः गुणः. हा, तादृशः गुणः अव्याप्यवृत्तिः एव इति. यतोहि कपिसंयोगः एकस्मिन् एव देशे अस्ति चेत् अन्यत्र कपिसंयोगाभावः तु वर्तते एव इति कृत्वा वृक्षे उभयोः अपि अव्याप्यवृत्तित्वं वर्तते. कपिसंयोगः कपिसंयोगाभावस्य अव्याप्यवृत्तित्वम्. इदमेव उक्तं स्वाभावस्य अधिकरणे स्वस्य विद्यमानत्वम् इति. अभावः अपि अस्ति, स्वम् अपि अस्ति. द्वयोः द्वयोः कपिसंयोग अभाव अपि च कपिसंयोगभावः द्रव्यम् अधिक वृक्षमेव वृक्षः एव अधिकरणम् अधिकरणं तदर्थं अव्याप्य वृत्तिः गुणः इति उच्यते. अन्येन केनापि आगतं मध्ये? वर्धिनी अस्मि भगिनि. अस्तु अस्तु, सरला भगिनी गृहं प्राप्तवती चेत् अग्रे पठितुम् इच्छति वा? अग्रे वृक्षे कपिसंयोग इति वाक्येपि अग्रपदोत्तरसप्तम्याः अवच्छेदकत्वम् अर्थः. वृक्षपदोत्तरसप्तम्याः अधिकरणत्वम् अर्थः. तथा च अग्र अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपिता आधेयताश्रयः कपिसंयोग इति प्रत्ययते. मूले वृक्षे कपिसंयोगभाव इति वाक्यत् अपि मूल अवच्छिन्न वृक्षनिष्ठ अधिकरणता निरूपिता आधेयता आश्रय कपिसंयोग अभाव इति बोधो भवति. एवं च सर्वजनसिद्धं यत् अव्याप्यवृत्तित्वं तेन एव चित्ररूपस्थले अपि निर्वाहः शक्यः कर्तुम्. इदानीं व्याकरणरीत्या अधिकरण किम् अस्ति तस्य विवरणम् अस्ति. अधिकरण तस्य विभक्ति सप्तमी विभक्ति अस्ति. अग्रे वृक्षे कपिसंयोग इति वाक्ये अपि अग्रपदोत्तरसप्तम्या अवच्छेदकत्वम् अर्थः. सो वृक्षस्य अग्रभागे अग्रभाग एकनिमिषः एकनिमिषः अग्रपदोत्तरसप्तमी इत्युक्ते किम्? अग्रपदस्य पदस्य सप्तमी विभक्ति. हा, सप्तमी विभक्ति, तस्य अर्थः कः? तस्य अर्थः अग्रे भवती पठितवती एव अवच्छेद कपिसंयोगः अग्रे वृक्षे अग्रे भागे वृक्षे. एकनिमिषः, अत्र सप्तमी विभक्ति द्वयम् अस्ति, अग्रे वृक्षे इति. तर्हि अग्रपदोत्तरसप्तम्याः अर्थः कः इति प्रथमे वाक्ये अस्ति. अर्थः कः? तस्य अर्थः अवच्छेदकम्. हा, अवच्छेदकत्वम् अर्थः. पुनः अग्रे वृक्षपदोत्तरसप्तम्या अधिकरणत्वम् अर्थ. वृक्षे सप्तम्या विभक्ति वृक्ष अधिकरणम् इति अवच्छेद्या अर्थं न न एकनिमिषः अवच्छेद्या इति किमपि नास्ति अत्र. वृक्षः अवच्छेद्या नास्ति खलु? सत्यं, परन्तु वृक्षनिष्ठ अधिकरणता अवच्छेद्या वृक्षम् वृक्षः अधिकरणं. तर्हि वृक्षपदोत्तरसप्तम्याः अधिकरणत्वम् इति अर्थः, अग्रपदोत्तरसप्तम्याः अवच्छेदकत्वम् इति अर्थः अस्ति. अस्तु, अनन्तरं? तथा च अग्र अवच्छिन्ना वृक्षनिष्ठ अधिकरणता निरूपिता आधेयता आश्रयकपिसंयोग इति पद्यते. अत्र विपरीतरूपे लिखमस्ति, अग्र अवच्छिन्ना वृक्षनिष्ठ अधिकरणता निरूपिता आधेयता आश्रयकपिसंयोग. पूर्वं वयं पठितवन्तः अग्रदेश कपिसंयोग निष्ठ अध्येयता निरूपिता वृक्षनिष्ठ अधिकरणता अवच्छेद. बहु सम्यक् अस्ति भगिनि, तथैव अस्ति. अधिकरणतायाः अवच्छेदकम् अग्रभागः इति चेत् अग्रावच्छिन्न इति वदामः. अग्रावच्छिन्न अधिकरणता इति स्वीकृत्य तया अधिकरणतया आश्रयः निरूपितः अस्ति. पुनः तद्वाक्यं पठतु. तथा च अग्र अवच्छिन्ना वृक्षनिष्ठ अधिकरणता निरूपिता आधेयता आश्रय कपिसंयोग इति प्रतीयते. तथैव मूले मूलभागे कपिसंयोग अभाव अवच्छिन्ना भवति वृक्षनिष्ठ अधिकरणता निरूपिता आधेयता आश्रय कपिसंयोग अभाव इति बोधं. तर्हि द्वे अव्याप्यवृत्ति सिद्धं भवति. प्राचीनन्याय चित्ररूपस्थलस्य निर्वाहं करन् हा कथं कुर्वन्ति अत्र पश्यन्तु तत्र उभयोः अग्रं मूलम् इति अवच्छेदकद्वयम् अस्ति खलु परन्तु अवच्छेद्या का अवच्छेद्या अग्रनिष्ठ अग्रनिष्ठकपिसंयोगनिष्ठ अग्रनिष्ठा मास्तु अग्रनिष्ठा इति मास्तु अग्रावच्छिन्न वृक्षनिष्ठ अधिकरणता इति समानमस्ति परन्तु एकस्मिन् प्रसङ्गे सा अधिकरणता अग्रावच्छिन्ना अधिकरणता भवति अपरस्मिन् प्रसङ्गे मूलावच्छिन्न वृक्षनिष्ठ अधिकरणता भवति अधिकरणता एका एव वृक्षनिष्ठ अधिकरणता परन्तु भेदः प्रदर्शनीयः भवति तदर्थम् अग्रं मूलम् इति अवच्छेदकं भिद्यते तथैव सत्यं सत्यं तथैव चित्रस्थले अपि कथं भवति चित्रस्थले व्याप्यवृत्तिः अस्ति तस्य चित्रस्थले व्याप्यवृत्तिः अस्ति इति पुरातननायिकाः वदन्ति परन्तु नवीनाः वदन्ति तत्र अव्याप्यवृत्तित्वम् अस्ति इति कथं तस्य अवच्छेदकं अवच्छेद्या तयोः भिन्न अधिकरणम् अस्ति अधिकरणं हा तदपि अस्ति रूपं चित्ररूपम् इति स्वीकुर्मश्चेत् भिन्नभिन्नरूपाणि भवन्ति तत्र अस्तु भिन्नभिन्नरूपाणां पटे एव विद्यमानत्वम् अथवा घटे एव विद्यमानत्वं परन्तु अवच्छेदकं भिद्यते यथा अग्रम् इति अवच्छेदेन अधिकरणता भिद्यते तथैव पीततन्तुः रक्ततन्तुः श्वेततन्तुः इति अवच्छेदकं भिद्यते तदा रूपमपि भिद्यते इति नवीनाः वदन्ति तदर्थं रूपम् अव्याप्यवृत्तिः गुणः इति नवीनानां मतम् इति स्पष्टं वा एतावता अस्तु लक्ष्मी भगिनी अग्रे पठति वा अव्याप्यवृत्ति नीलादिसमुदायः एव चित्ररूपम् इति नव्यमतं तस्मात् खलु भगिनि आं सत्यं पीतरक्ततन्तुभिश्च यत्र पटो उत्पत्तिः तत्र पटे अधिकरणे पीततन्तव अवच्छेदेन पीतं रूपम् उत्पद्यते यथा अग्र अवच्छेदेन वृक्षे कपिसंयोगः भवति तत्रैव च पटरूपे अधिकरणे रक्ततन्तव अवच्छेदेन रक्तं रूपम् उत्पद्यते पीतरूप अभावो अपि तत्रैव रक्ततन्तव अवच्छेदेन पटे भवति तुल्यरीत्या रक्तरूप अभावे अभावो अपि पीततन्तव अवच्छेदेन पटे एव शक्यः वक्तुं पटो यत्र पटे पीततन्तवः अपि सन्ति रक्ततन्तवः अपि सन्ति तत्र पटः अधिकरणः किन्तु अवच्छेदकं यदि पीततन्तव पीतवर्णस्य पीतवर्णस्य अवच्छेदकं पीततन्तवः रक्तवर्णस्य अवच्छेदकं रक्ततन्तवः यथा अग्र अवच्छेदेन वृक्षे कपिसंयोगः भवति तथा एव तथा एव पटे अपि अधिकरणे अधिकरणं अवच्छेदेन अधिकरणम् अवच्छेदेन भिद्यते अवच्छेदेन भिद्यते अत्र तत्र तु तस्मिन् उदाहरणे अग्रदेशः अधिकरणता इति अवच्छेदक अवच्छेद्य अस्मिन् रूपम् इति अवच्छेद्यं भवति तस्य अवच्छेदकः भवति स्वस्य तन्तुः पीततन्तुः रक्ततन्तुः तथा अस्तु आम् रूपमिति अवच्छेद्यं, तस्य अवच्छेदकं भवति रक्ततन्तवः, पीततन्तवः इत्यादि. यत्र पीतरूपम् अभावः अस्ति तत्र तस्य अवच्छेदकं यत्र रक्ततन्तवः वा अन्यवर्णः सन्ति अस्ति. तुल्यरीत्या रक्तरूप अभावो अपि पीततन्तव अवच्छेदेन पटे एव शक्यः वक्तुम् इति एव अस्ति. यत्र कपि संयोग अभावः आसीत् तत्र मूलभागः इति आसीत् खलु, तथा एव यत्र पीत अभावः अस्ति तत्र रक्ततन्तुः अस्ति इति कृत्वा पीततन्त्वाभावः इत्यस्य अवच्छेदकं भवति रक्ततन्तुः. तथा एव रक्तरूपाभावस्य अवच्छेदकः पीततन्तुः इति एकस्मिन् एव पटे भिन्न अवच्छेदकाः भवन्ति इति कृत्वा नव्यानां मतानुसारं रूपमपि अव्याप्य वृत्तिः गुणः. अस्तु अग्रे अपि पठतु भगिनि. एवं च एतादृश सर्वजनसिद्ध अव्याप्यवृत्तित्वेन एव तादृशपटे रूपद्वयं ताभ्यां च चित्रः पटः इति प्रत्ययः वर्णयितुं शक्यः. अतः अतिरिक्तस्य सप्तमस्य चित्ररूपस्य स्वीकारः अनुचितः इति. अस्तु एतादृश सर्वजनसिद्ध अव्याप्यवृत्तित्वेनैव नयायिकाः नवनयायिकाः वदन्ति यत् रूपम् अव्याप्यवृत्तित्वेन रूपं पटे रूपद्वयं रूपद्वयं वर्णयितुं शक्नुमः. अतः चित्ररूपमिति नूतनरूपं न चित्ररूपस्य अङ्गीकरणीयमिति तेषां मतः अस्ति. चित्ररूपं न आवश्यकमेव इति. आं न आवश्यकम् इति नव्यानां मतमस्ति. अस्तु अग्रे अजितमहोदय पठति वा. आं भगिनि. भगिनि अहं पुनः निमिषानन्तरं पठामि. नास्ति चिन्ता, नास्ति एव चिन्ता. मम हेड्फोन् तर्हि वर्धिनी भगिनी पठति किम्? आं भगिनि. इह पटे पीततन्तु अवच्छेदेन रक्तरूप अभावः च, तत्रैव पटे रक्ततन्तु अवच्छेदेन रक्तरूपं पीतरूप अभावश्च. एतादृश अव्याप्यवृत्तिनिरूपसमुदायः यत्र भवति तत्रैव चित्रः पटः चित्रं कुसुममिति व्यवहारः भवति इति दिक्. कस्यचित् अपरः वार्तालापः अस्ति, कृपया मास्तु. कोऽपि अन्य कोऽपि ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. अस्तु वर्धिनि भगिनी वदतु. इह पटे पीततन्तु अवच्छेदेन पीतरूपं रक्तरूप अभावः च, तत्रैव पटे रक्ततन्तु अवच्छेदेन रक्तरूपं पीतरूप अभावश्च. एतादृश अव्याप्यवृत्तिरूपसमुदायः यत्र भवति तत्रैव चित्रः पटः चित्रं कुसुममिति व्यवहारः भवति इति दिक्. पटे अस्तु अत्र पीततन्तुः कस्य कस्य अवच्छेदकः भवति? पटे पटे अस्ति, परन्तु पीततन्तु अवच्छेदेन पीतरूपम् अस्ति, रक्तरूपः सत्यं, तथा एव रक्ततन्तु अवच्छेदेन किं अवच्छेदेन रक्तरूपं पीतरूपाभावः अस्ति. एतत् सर्वम् एकस्मिन् एव पटे, यथा एकस्मिन् वृक्षे तथा एव एकस्मिन् एव पटे, एकस्मिन् पटे एव विविध रूपाः सन्ति, विविधरूपाणि विविधरूपाणि विविधरूपाभावश्च, अतः रूपम् अव्याप्य वृत्तिः गुणः. तत्र चित्रं कुसुमम् इति तत्र एवम् अव्याप्यवृत्तित्वम् अनुसृत्य चित्रमपि वर्णयितुं शक्यते इति अर्थः वा? अत्र एकं वाक्यमस्ति, अग्रे पठतु वर्धिनी भगिनी. एतादृश अव्याप्यवृत्तिरूपसमुदायः यत्र भवति तत्रैव चित्रः पटः. हा, इत्युक्ते गोपालमहोदय, तत्र रूपस्य समुदायः, रूपाणि मिलित्वा एकं रूपं भवति चित्रः इति. परन्तु ते सर्वे रूपे अव्याप्तौ इति रूपसमुदायः. सत्यम्, अव्याप्यवृत्तिगुणत्वेन भिन्नभिन्नरूपाणि पटे विद्यन्ते, तयोः मिश्रणं चित्र. एतत् रीत्या चित्रमपि अव्याप्तवृत्तित्वमपि अथवा तेषां भिन्नभिन्न स्तरे अपि वर्णयितुं समुदायः चित्रमपि वर्णयितुं शक्यते. सत्यं, समूहः अस्ति, तादृशसमूहेन ज्ञातुं शक्नुमः अयं समूहः पटः इति. तथा एव भिन्नरूपाणां समूहेन अयं चित्रं कुसुमम् अथवा अयं चित्रं कुसुमे. कुसुमे अपि भिन्नवर्णानि सन्ति इति वा? हा हा, तदेव भगिनि, सत्यं, भिन्नभिन्न. अत्र एक पीतरक्तरूपाणां समुदायः पटः चेत् कुसुमे अपि तादृशः रूपसमुदायाः भवन्ति इति कृत्वा तत्र भेदः स्थाप्यते भिन्नसमुदायेन. परन्तु नूतनं सप्तमविधं चित्रमिति न आवश्यकं, भिन्नभिन्नरूपसमुदायेन भिन्नैः रूपैः एव चाक्षुषं प्रत्यक्षं जायते इति कृत्वा अव्याप्यवृत्तित्वं वस्तुतया न आवश्यकं तादृशं. भिन्नानां समुदायः एव चित्रः, भिन्नभिन्नरूपैः चाक्षुषं प्रत्यक्षम् अथवा ज्ञानं जायते अयं पटः वा घटः वा इति कृत्वा रूपम् अव्याप्य वृत्तिः गुणः इति. अत्र कोऽपि प्रश्नः? अस्तु अस्तु, तर्हि जयन्ती भगिनी अग्रे पठति वा? आं भगिनि. पृथिव्यादित्रिकवृत्तिरूपं तत्र शुक्लरूपम् एव त्रिषु वर्तते, अन्यानि तु पृथिव्यामेव. तत्रापि तेजसि विद्यमानं शुक्लरूपम् अन्यान् प्रकाशयति इति तद्भास्वरं शुक्लम् इति उच्यते. पृथ्वीजलयोः तु शुक्लरूपं न प्रकाशकम् इति तत् अभास्वरम् इति. इदानीं तु द्रव्येषु विद्यमानं रूपम् अत्र अत्र दीयते. पृथ्वीजले पृथिव्यां जले तेजसि रूपम् अस्ति. सम्यक्, पृथिव्यादित्रिकम् इत्युक्ते पृथ्वीजलतेजसि रूपम् अस्ति. वायौ रूपम् अस्ति वा? वायौ काले आकाशे रूपम् अस्ति वा? न, नास्ति. नास्ति, पृथिव्यादित्रिके एव अस्ति रूपम्. रूपम् एषु त्रिषु त्रिषु द्रव्येषु शुक्लरूपम् अस्ति, परन्तु पृथिव्यां सप्तविधं रूपं. सप्तविधं वा? सत्यं, यदि सप्तमं स्वीक्रियते चेत् सप्तविधम्. अस्तु, वदतु. अन्यानि रूपाणि अपि सन्ति, यत् वयं दृष्टवन्तः रक्तहरितपीत इत्यादीनि रूपाणि सन्ति पृथिव्यां, परन्तु तेजसि यत् रूपम् अस्ति, यत् शुक्लरूपम् अस्ति, तत्तु अन्यान् प्रकाशयति, अतः तस्य नाम भास्वरशुक्लरूपम् इति. जले विद्यमानं रूपम् अन्यान् न प्रकाशयति, अतः अभास्वरशुक्लरूपम् इति उच्यते. तावदेव अस्ति. तर्हि अन्यान् प्रकाशयति इत्युक्ते तेजसः प्रकाशेन अन्यान् पदार्थान् द्रष्टुं शक्नुमः, भासः भवति इति कृत्वा भास्वरशुक्लरूपं, जले अभास्वरशुक्लरूपम् इति अस्ति. अस्तु, अग्रे गत्वा अपरेषां गुणानां कीदृशी कीदृशम् अस्ति इति, अपराः गुणाः इति पठेम. राजेन्द्रमहोदय पठति वा? आं भगिनि. रसादिलक्षणानि विभागश्च. रसनग्राह्यो गुणो रसः, सा च मधुर आम्बल्लवन कटौ कषाय तिक्तभेदात् षड्विधः. पृथ्वी जलवृत्तिः, पृथिव्यां षड्विधः, जले मधुर एव, ग्राणग्राह्यो गुणो. एकनिमिष, एवम् एवं करोतु, एकमेकं स्वीकृत्य वदतु. प्रथममस्ति रसः इति. रसनग्राह्यगुणः रसः, तत्र षड्विधः गुणः, रसगुणः षड्विधः अस्ति. मधुर आमल लवन कटु कषाय तिक्तभेदात् षड्विधः अस्ति. पृथ्वी, पृथ्व्यामपि रसगुणः अस्ति, जले अपि रसगुणः अस्ति. पृथिव्यां तु षड्विधा रसगुणः अस्ति, गुणाः सन्ति, परन्तु जले तु मधुरम् एव गुणः अस्ति, रसविध मधुररसम् एव अस्ति. अन्यगुणाः पृथ्व्याम् एव सन्ति. तर्हि रसः इति गुणः कुत्र कुत्र अस्ति? पृथ्व्याम् अस्ति, जले अस्ति. जले अस्ति, सम्यक्. अग्रे, ग्राणग्राह्यगुणो गन्धः, ग्राणग्राह्यगुणः गन्धः, सा च द्विविधा, सुरभिश्च. पृथ्वीमात्रवृत्तिः, त्वाग् इन्द्रियमात्रग्राह्यो गुणः. एकनिमिष, पुनः वदतु. गन्धः इति एकः गुणः अस्ति, सः तत्तु द्विविधा अस्ति, गन्ध द्विविधा गुणः अस्ति, सुरभ अस्ति, असुरभि अस्ति, सुरभि असुरभि अस्ति. एवं वा भगिनि? एवमेव. अपि च कुत्र वर्तते गन्धः, कुत्र वर्तते? केवलं पृथिव्यां, पृथिव्यामेव गन्धः, केवलं पृथिव्यामेव वर्तते. अग्रे, पृथ्वीमात्रवृत्तिः, तथैव पृथ्व्याम् एव वर्तते. त्वग् इन्द्रियमात्रग्राह्यो गुणः स्पर्शः, त्वचा इन्द्रिय यथा अस्ति, तत्र तस्य गुणः स्पर्शः अस्ति. मातृ त्वग् इन्द्रियमात्रग्राह्य, सः एव इन्द्रिय स्पर्शगुणः, तेन इन्द्रियेण एव स्पर्शगुणः बोधितुं शक्नुमः. सः त्रिविधा, सः त्रिविधा स्पर्शः त्रिविधा अस्ति, शीत उष्ण अनुष्ण शीतभेदात्. शीत उष्ण, शीतः उष्णः, अनुष्णाशीतः, उष्णाशीतभेदात्. पृथ्वी जले तेजो वायुवृत्तिः, पृथ्वी जले तेजो स्पर्शगुणः अस्ति. जलो जले तु शीत शीत स्पर्श अस्ति, तेजसि उष्ण उष्णस्पर्श अस्ति, परन्तु अनुष्णाशीत पृथ्वीवायोः, तत् गुणः पृथिव्याम् अस्ति. अस्तु इति रूपं विहाय रसादिलक्षणं नाम रसगन्धस्पर्शः इत्येषामपि लक्षणवाक्यम् अत्र साधितमस्ति. तर्हि अत्र पश्यन्ति चेत् चक्षुर्मात्रग्राह्यो गुणः रूपम् इति अस्ति, तथा एव त्वग् इन्द्रियमात्रग्राह्यो गुणः स्पर्शः इति अस्ति. अस्तु, परन्तु रसः रसनग्राह्यो गुणः एव इति वदन्ति, गन्धः घ्राणग्राह्यो गुणो गन्धः इति वदन्ति. किमर्थं तथा? यथा घ्राण ग्राह्यं भवितुम् अर्हति तत् एकमेव इन्द्रिय अस्ति, अन्यत् अन्येषां कृते ताविधः गुणः नास्ति. नाम अत्र अत्र दलसार्थक्यस्य विषये वयं किञ्चित् चर्चितवन्तः खलु. तत्र दलत्रयम् आवश्यकम् आसीत्, चक्षुर्ग्राह्यं प्रथमतया, तदनन्तरं चक्षुर्मात्रग्राह्यो गुणः इति, तदनन्तरं गुणत्वम् इति दलत्रयम् अपेक्षितं रूपस्य विषये. यतोहि रूपम् इति यदस्ति तादृशमस्ति यद् अपरैः इन्द्रियैः अपि ग्रहीतुं शक्यते. नाम घटः इति अस्ति चेत् घटं स्पृष्ट्वा तस्य रूपं किम् इति अभिज्ञातुं शक्नुमः. तथा एव त्वगिन्द्रियग्राह्यो गुणः स्पर्शः इति अस्ति खलु, तर्हि त्वगिन्द्रियेण अपि यथा चक्षुरिन्द्रियेण रूपमपि गृह्यते द्रव्यमपि गृह्यते, तथा एव त्वगिन्द्रियेण अपि यत्किमपि वयं स्पृशामः तद् किम् इति ज्ञायते, अतः द्रव्यं गृह्यते, अन्यच्च तस्य गुणः अपि गृह्यते स्पर्शः इति. चक्षुः त्वग् इत्याभ्याम् इन्द्रियाभ्यां गुणः अपि गृह्यते, अपि च द्रव्यमपि गृह्यते इति अस्ति. परन्तु रसनघ्राण अपि च अन्यत् किं श्रोत्रं एभिः इन्द्रियैः केवलं गुणः गृह्यते, रसनेन रसः इति गृह्यते, परन्तु रसः कस्मिन् द्रव्ये अस्ति इति नास्ति, न किमपि गृह्यते. घ्राणः इत्यनेन गन्धः इति गृह्यते, परन्तु गन्धः कस्मिन् द्रव्ये अस्ति इति न ज्ञातुं शक्नुमः. इति सर्वं कृत्वा रूपस्य विषये अपि च स्पर्शस्य विषये दलत्रयम् आवश्यकं, तदर्थं चक्षुर्मात्रग्राह्यो गुणः इति उक्तं, त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः इति उक्तम्. अपरेषु गुणेषु तादृशी स्थितिः नास्ति इति अवगन्तव्यं भवति. भगिनि, दलत्रयं पुनः वदतु. दलत्रयम् अस्ति, चक्षुर्ग्राह्यम् इति प्रथमदलम् अस्तु, चक्षुर्मात्रग्राह्यम् इति द्वितीयं दलम्, अपि च गुणत्वम् इति तृतीयं दलम्. तत्र रूपलक्षणसन्दर्भे वयं पठितवन्तः खलु, चतुर्सप्ततितमे पुटे अस्ति. पुनरावर्तनार्थम् एकवारं चतुस्सप्ततितमम् अपि च पञ्चसप्ततितमं पुटं पठन्ति चेत् समीचीनं. गृहे अनन्तरम् अस्तु अग्रे वा अत्र संशयः अस्ति. चक्षुर्मात्रग्राह्यगुणः रूपम् इत्यस्मिन् वाक्ये मात्रम् इति पदेन वा अधिकरणमपि ग्राह्यम् इति अर्थः? हा सत्यं भगिनि, तत्र दलत्रयम् आवश्यकम् आसीत्. आम् आम्, तत्तु स्पष्टं, परन्तु चक्षुषा एव ग्राह्यम् इति खलु? सत्यम्, परन्तु अपि गृह्यते इति अर्थः तस्मिन् वाक्ये अस्ति वा? न, चक्षुर्ग्राह्यः इति यदा वदामः, केवलं चक्षुर्ग्राह्यः इति वदामश्चेत् तदा किं भवति? द्रव्यमपि गृह्यते खलु, घटं पश्यामिश्चेत् घटस्य रूपं गृह्णामि अपि च घटमपि गृह्णामि, तर्हि चक्षुर्ग्राह्यम् इति न वक्तुं शक्नोमि. तदर्थं चक्षुर्मात्रग्राह्यो गुणोरूपम् इति उक्तं, यतोहि रूपमिति यत् अस्ति अस्तु. चतुस्सप्ततितमे पुटे एकवारं पश्यतु. अत्र अस्ति खलु, केवलं चक्षुः चक्षुर्ग्राह्यम् इति वदामश्चेत् तत्र चक्षुषा गृह्यते घटः अपि इति अतिव्याप्तिः तत्र. अतिव्याप्तिः भवति. आम् अस्तु, तदर्थम् इदानीं द्वितीयम् अस्ति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति. आम् आम् आम् आम् तत्रापि अतिव्याप्तिः भवति. कुत्र? गुरुत्वम् इति. गुरुत्वं केनापि इन्द्रियेण गुरुत्वं न गृह्यते. इदानीं गुणत्वम् इति तृतीयं तत् स्वीकुर्मश्चेत् तत्र केवलं गुणत्वम् इति वदामश्चेत् गुणत्वं तु सर्वत्र वर्तते इति कृत्वा त्रयाणामपि समाहारेण वक्तव्यं भवति इति अस्ति. अनयोः पुटयोः अस्ति, इतोपि एकवारं पठन्तु गृहे, पुनस्मरणं भवति तदा इति मन्ये. अस्तु अग्रे सरेम किम्? अस्तु गोपालमहोदय पठति किम्? आम् त्वगिन्द्रियमात्र ग्राह्यो गुणः स्पर्शः. न, ततः अग्रे महोदय. ततः अग्रे शीतोष्णम् रसलक्षणम्. रसलक्षणं प्रागुक्तं, विभागोपि सुज्ञेयः. अत्र चित्ररस इति विभागो नास्ति, चित्ररसविभागो इति नास्ति, अतः न किञ्चित् वक्तव्यम् अवशिष्यते. पृथिवी जलवृत्तिः माधुरीमेव च जले, अन्ये रसाः शुक्लरूपादि रिक्तरूपादिरिक्तवत् पृथिव्यामेव इति स्थितम्. अत्र रसलक्षणं प्रागुत्वं, रसलक्षणम् इत्युक्ते रसनग्राह्यो गुणरसः इति रसलक्षणं. तत्र रसलक्षणं तत्र षड्विधः भवति. चित्रस्य अपि विभागो अत्र चित्ररस इति विभागो नास्ति. चित्ररस इत्युक्ते तत्र रूप मिश्रित चित्ररस इति विभागो नास्ति, अतः मिश्रितं किमपि नास्ति. तत्र किमपि भेदः नास्ति, अतः न किञ्चित् वक्तव्यम् अवशिष्यते. पृथिवी जलवृत्तिः माधुरीमेव च जले, पृथिवी जलवृत्तिः तस्य पृथिवी जलवृत्तिः माधुरीमेव. तस्य अर्थः अस्ति रसः इति लक्षणं, क्षम्यतां, रसः इति गुणः, पृथिवी जलवृत्तिः, पृथिव्यां वर्तते अपि च जले अपि अस्ति. पृथिव्याम् अपि अस्ति, जले अपि अस्ति, पृथिवी जलवृत्तिः. रसगुणः पृथिव्याम् अस्ति, जले अपि अस्ति, परन्तु एकमेव जले अस्ति, माधुर्यमेव. अन्ये रसाः पृथिव्याम् अस्ति, पञ्च षट् विधाः पृथिव्याम् अस्ति. तत् शुक्लरूपादि रिक्तरूपवत् पृथिव्यामेव इति स्थितं. शुक्लरूपादि रिक्तरूपवत् पृथिव्यामेव इति स्थितं. अर्थः कः इति यत्र पट उदाहरणं स्वीकृत्य वा अत्र? अत्र रूपस्य उदाहरणे एकं वाक्यम् आसीत् खलु, शुक्लरूपं त्रिषु वर्तते, शुक्लरूपम् एव त्रिषु वर्तते, अन्यानि पृथिव्याम् एव. शुक्लरूपादि रिक्तरूपवत् शुक्लरूपं त्रिषु अस्ति, परन्तु तस्य भेदः अस्ति. सूत्ररूपं पृथिव्यामपि अस्ति, तेजसि अपि अस्ति, जले अपि अस्ति. जले अपि अस्ति परन्तु शुक्लरूपातिरिक्तवत् इत्युक्ते शुक्लरूपातिरिक्त हरितरूप पीतरूप एतत् सर्वं पृथिव्याम् एव आसीत्. जले तेजसि नास्ति, केवलं शुक्लरूपं जले तेजसि. तद्वत् पृथिव्यामेव अन्ये सर्वे रसाः भवन्ति. केवलं रसमेव जले अस्ति, माधुर्यमेव जले अस्ति इति अस्ति. पठतु महोदय. गन्धस्तु पृथिवीलक्षणमिति निरूपितमेव, अतः तस्य पृथिवीमात्रवृत्तित्वं, गन्धः पृथिवीमात्रवृत्तित्वम्, अन्य कुत्रापि अन्यत्र कुत्रापि नास्ति. लक्षणमपि लक्षणमपि ग्राह्यत्वघटितं रूपनिरूपणावसारे निरूपितमेव. विभागो अस्य सुरभिः असुरभिः इति, सुरभि गन्धः द्विविधः भवति, सुरभिः असुरभिः. स्पर्शलक्षणं च अस्तु अस्तु अस्तु एवम् एवमस्ति यत् पृथिवीलक्षणं पृथिवी इति पृथिव्यां यः लक्षणम् अस्ति गन्धः इति, गन्धः एव तत्र गन्धस्तु पृथिवीलक्षणम् इति केवलं पृथिव्यां, तत्र मात्र इति उपयोजं केवलं पृथिव्यामेव अस्ति. सत्यम्. अपि च ग्राह्यत्वघटितं रूपावसरे निरूपितम् इति अस्ति खलु, तत्र ग्राह्य इति पदः कीदृशः इति सर्वम् आसीत् द्विसप्ततितमे पुटे पश्यन्ति चेत् तत्र अस्ति. चक्षुरेव ग्राह्यपदस्य विवरणं, ग्राह्यम् इति पदे ग्राह्यधातु वर्तते, ण्यत् प्रत्ययश्च इति सर्वमस्ति द्विसप्ततितमे पुटे. तदेव उक्तं पुनः ग्राह्यपदेन किं प्रत्यक्षम् इति अर्थः भवति इति तावदेव. अपि च विभागः सुरभि असुरभि इति. अस्तु अजितमहोदय अग्रे पठितुम् इच्छति वा अधुना? अस्तु. गन्धस्तु पृथिवीलक्षणम् इति तत्र नास्ति, स्पर्शलक्षणम्. चतुर्थं वाक्यम् तस्मिन्नेव पुटे चतुर्थं वाक्यमस्ति गन्धस्तु इत्यतः चतुर्थं वाक्यम्. अतः तत्र न स्पर्शलक्षणम् इति पश्यति वा? आमां स्पर्शलक्षणं तु मात्रपदघटितं रूपलक्षणवत्. अतः तत्र त्रीणि दलानि, तेषां प्रयोजनं चित्रद्वारा प्रदर्शनप्रकारः इति सर्वं निरूपितम्. शीतस्पर्शः उष्णस्पर्शः शीतोष्णस्पर्शः इति तस्य त्रैविध्यं प्रसिद्धम्. आदिमः जलमात्रवृत्तिः, अतः जललक्षणमिति वर्ण्यते. द्वितीयः उष्णस्पर्शः तेजोमात्रवृत्तित्वात् तेजसः लक्षणं भवति. अनुष्णशीतस्पर्शस्तु पृथिव्यां वायौ च भवति, समादाय च वायुलक्षणं. रूपरहितः स्पर्शवान् वायुः इति प्राक् अवेदिष्म. तत्र स्पर्शलक्षणं मात्रपदघटितम् इत्युक्ते किं, स्पर्शलक्षणवाक्ये किमस्ति? स्पर्शलक्षणम् पूर्वस्मिन् पुटे अस्ति खलु, त्वगिन्द्रियमात्रग्राह्यगुणः स्पर्शः इति अस्ति. यथा चक्षुर्मात्रग्राह्यो गुणरूपम् इत्यस्मिन् मात्र इति पदमासीत् खलु, तथैव मात्रपदघटितं रूपलक्षणं रूपलक्षणवत् अतः तत्र त्रीणि दलानि इत्युक्ते गुण अत्र भवानेव पश्यतु त्वग् इन्द्रिय मात्रग्राह्यो गुणः स्पर्शः त्रीणि दलानि के कानि त्वगिन्द्रियग्राह्यत्वम् इति एकं दलं त्वगिन्द्रियग्राह्यत्वम् इति एकदलं त्वगिन्द्रियमात्रग्राह्यत्वं हा सत्यम् इति द्वितीयं दलं गुणः गुणत्वं हा सम्यक् अस्ति महोदय गुणत्वं तृतीयं दलम् अस्ति तृतीयं दलम् अतः तत्र त्रीणि दलानि तेषां प्रयोजनं चित्रद्वारा प्रदर्शनप्रकारः इति सर्वं निरूपितं चित्रद्वारा इत्युक्ते अत्र अत्र चित्राणि आसन् खलु पूर्वस्मिन् यथा रसनग्राह्यो गुणोरसः इत्यादिकम् आसीत् पूर्वस्मिन् पुटे अस्ति कुत्रचित् अस्ति पञ्चसप्ततिः षट् सप्ततिः तेषु पुटेषु स्पर्शे शीतस्पर्शः उष्णस्पर्शः शीतोष्णस्पर्शः इति तस्य त्रैविध्यम् आदिमः अथवा शीतस्पर्शः जलमात्रवृत्तिः शीतस्पर्शः जले एव वर्तते द्वितीय उष्णस्पर्शः तेजसि एव वर्तते तेजोमात्रवृत्ति वृत्तित्वात् तेजसः लक्षणम् अरुष्णशीतस्पर्शस्तु पृथिव्यां वायौ च भवति अनुष्ण अशीतस्पर्श पृथिव्यां वायौ च भवति समादाय वायुलक्षणं रूपरहितस्पर्शवान् वायु अपि भवति इति प्राक् पूर्वम् अस्माभिः ज्ञातम् इति ज्ञातं वायोः लक्षणद्वयं इति वदामः भगिनी वायोः लक्षणे दलद्वयं दलद्वयं रूपरहितस्पर्शवान् वायु इति एकः एकनिमिष दलद्वयम् अस्ति तत्र किन्तु दलद्वयं किं दलद्वयं रूपरहित रूपरहितत्वम् एकं रूपरहितत्वम् एकं दलं स्पर्शवत्वम् इति एकं दलम् अत्र दलम् इत्युक्ते किं धर्मः इति अस्तु चक्षुर्मात्रग्राह्यो गुणः इति स्पर्शः इति वदामश्चेत् के धर्माः सन्ति अथवा के धर्माः सन्ति इति चिन्तयतु चक्षुर्ग्राह्यत्वम् इति एकः चक्षुर्मात्रग्राह्यत्वम् इति अपरः गुणत्वम् इति तृतीयः यत्र कुत्रापि तल् प्रत्ययः योजनेन त्वम् इति भवति चेत् अथवा ता इति भवति चेत् तत्र धर्मः निष्पन्नः भवति रूपरहितत्वं स्पर्शवत्वम् इति कृत्वा दलं वायुः रूपरहितः अथवा रूपरहितमात्रत्वम् इति अपि तथा न वक्तुं शक्नुमः चिन्तयतु वायुः इति एव एकः अस्ति वा यस्मिन् रूपः रूपं नास्ति आकाशे अपि रूपं नास्ति खलु आम् तर्हि रूपरहितत्वं मात्र इति तत्र न किमपि भवति दलद्वयम् आवश्यकमेव स्पष्टम् वायोः स्पर्शः अस्ति आकाशे स्पर्शः नास्ति तदर्थं रूपरहितत्वे सति स्पर्शवत्वं वायोः लक्षणम् इति आसीत् अस्तु अधुना स्पष्टमस्ति इति भाति गुणानां विषयः इतः अग्रे किञ्चित् पठेम। सावित्री भगिनी पठितुम् इच्छति वा? अस्तु भगिनि। रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च पाकजमनित्यं च अन्यत्रापाकजं नित्यमनित्यं च नित्यगतं नित्यम् अनित्यगतमनित्यं चतुर्णां विशेषमाह रूपादिचतुष्टयमित्यादीना पृथिव्यां पाकजं पाकः तेजः संयोगः तेन जायते आतते स्थापिते नारिकेलशकले पूर्वरूपादिनाशाः अन्येषां चोत्पत्तिः तेजः संयोगादेव अन्यत्र जलादौ तत् अपाकजं न पाकेन जायते वक्षमाणप्रकारेण कारणगुणेभ्यः जायते तत्रैव जलादौ नित्ये परमाणौ रूपादि नित्यम् अनित्ये द्वयणुकादौ अनित्यम् अत्र च जलादौ रूपादिचतुष्टयासम्भवेन यथासम्भवमेव ग्राह्यम् विस्तरः अन्यत्र। अहं प्रयत्नं करोमि भगिनि। तत्र जाटिल्यं किमपि नास्ति, मन्दं मन्दं पठतु इतोपि एकवारम्। अस्तु। रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च रूपादिचतुष्टयं रूपरस रूपरसगन् चतुष्टयं किं किं भगिनि? भवती सम्यक् एव उक्तवती, रूपरसगन्धः स्पर्शः स्पर्शः रूपरसगन्धस्पर्श चतुष्टयं तत्र गुणस्य निरूपणे तथा अस्ति इति चिन्तयामि क्रमेण, तदर्थं रूपाचतुष्टयं पाकजमनित्यं च। पाकजम् इत्युक्ते पाकं वा पचनं वा? न न, पृथिव्यां पाकजम्। एते गुणाः पाकजम् इति उच्यते, किमर्थम् इति अग्रे पठतु। पाकजम् इत्युक्ते किम् इति अस्ति अग्रे। अस्तु अस्तु। अन्यत्र अन्यत्र अपाकजम् अनित्यं च नित्यगतं नित्यम् अनित्यगतम् अनित्यं चतुर्णां विशेषमाह रूपादिचतुष्टयमित्यादीना पृथिव्यां पाकजं पाकः इत्युक्ते तेजः संयोगः तेन जायते पाकः इत्युक्ते यत्र तेजः संयोगः भवति तत्र पाकजम् इति इत्यर्थः वा? सत्यं, तेजसा सह संयोगः, यत्र कुत्रापि अग्निं स्थापयामः तत्र तेन यत्किमपि जायते तद् पाकजम्। आम् आम् आम् तेन जायते। अस्तु। आतपे स्थापिते नारिकेलशकले पूर्वरूपादिनाशाः अन्येषां च उत्पत्तिः तेजः संयोगात् एव। अस्तु। अत्र उदाहरणं दत्तमस्ति, नारिकेलशकलं यदा आतपे स्थापयामः तस्य तेजस्वी संयोगेन नाशः पूर्वरूपं नाशः भवति अपि च नूतन रूपं ते जायते इति पाकजम्। नारिकेलवृक्षः कीदृशः पदार्थः अथवा कीदृशं द्रव्यं नारिकेलशकलः? पृथिवी द्रव्यं, पार्थिवं खलु, पृथिवी। पृथिव्यां के के गुणाः सन्ति? पृथिव्यां चतुर्णां गुणानामपि सन्ति, चत्वारः अपि सन्ति, रूप रसगन्धः स्पर्शः। स्पर्शः. अस्तु, तर्हि रूपादि रूपादिचतुष्टयं पृथिव्याम् अस्ति. रूपादि रूपादिचतुष्टयं रूपं रसगन्धः स्पर्शः येषां सर्वेषां परिवर्तनं भवति तेजसंयोगेन. तर्हि पृथिव्यां रूपादिचतुष्टयं पाकजं, यतोहि तेजसंयोगेन अन्यत् किमपि जायते इत्येव अस्ति. पृथिव्यां पाकजं पूर्वरूपस्य नाशः अपि च नूतनस्य उत्पत्तिः उत्पत्तिः. अस्तु, अत्र पाकजं पाकजम् इति रूपादिचतुष्टयम् इत्यस्य विशेषणम् इति चिन्तयतु. चतुर्णां रूपाणां समाहारः रूपादिचतुष्टयं. तद् चतुष्टयं पृथिव्यां पाकजम् अस्ति, यतोहि पृथिव्यां तेषां परिवर्तनं जायते अग्निसंयोगेन तेजः संयोगेन. भगिनि, पाकजम् इत्युक्ते आङ्ग्लभाषायां किम् अस्ति? आङ्ग्लभाषायां किम् अस्ति इति साक्षात् तथा भवति वा न वा न जानामि अनुवादः, परन्तु अत्र तु अस्ति खलु गुणानां परिवर्तनम् इति खलु इति वक्तुं शक्नुमः, परन्तु साक्षात् अनुवादः नास्ति. अस्तु, अस्तु. यथा यथा अम्बुजः अम्बुजः अम्बु इत्युक्ते जलं, तेन तत्र जायते इति अम्बुजः. तत्र अम्बुज इति किं लोटस् इति भवितुम् अर्हति अथवा यत्किमपि जायते, तथा एव पाकजं पाकसंयोगेन जायते. क्षम्यतां, तेजसंयोगेन एकनिमिष, तेजसंयोगेन जायते अथवा अग्निसंयोगेन जायते इति पाकजं. पाकः तेजसंयोगः, सम्यक् महोदय, तथा एव अस्ति. पाकः इत्युक्ते तेजसंयोगः, तेन जायते पाकजम्. अम्बसि जायते, अम्बसि जायते अम्बुजं, तथैव पाकेन जायते पाक. हा हा, सत्यं, सम्यक् सम्यक्, पाकेन जायते. अग्रे पठामि वा? अस्तु भगिनि, पठतु. अन्यत्र जलादौ तत् अपाकजं न पाकेन जायते. जलादौ तत् अपाकजं, जलादौ तत् अपाकजं, तत् इत्युक्ते किं तत्र? जल तेजस् जल जलादौ पृथ्वी जल तेजस् जलम् अपि च जलादौ नाम जलं तेजसि वायौ. अन्यत्र जलादौ तत् अपाकजं न पाकेन जायते. इत्युक्ते जल तेजसि अपि च वायौ परिवर्तनं न भवति, अपाकजं पाकेन न जायते. किम् अपाकजम्? तद् अपाकजम् इति उक्तं खलु, तद् इत्युक्ते किम्? तत् इत्युक्ते रूपचतुष्टयं. हा, सत्यं, रूपादिचतुष्टयम्. अस्तु, जले अग्निसंयोगेन अपि तत् तयोः तेषां किमपि परिवर्तनं न जायते, तर्हि अपाकजं न जायते. अग्रे, वक्षमाणप्रकारेण कारणगुणेभ्यः जायते. वक्षमाणप्रकारेण कारणगुणेभ्यः जायते. तत्रैव जलादौ नित्ये परमाणौ रूपादि नित्यम्, अनित्ये द्वयणुकादौ अनित्यम्. अत्र च जलादौ रूपादिचतुष्टया सम्भवेन यथासम्भवमेव ग्राह्यम्. अस्तु, वक्षमाणप्रकारेण कारणगुणेभ्यः जायते. कारणगुणः इत्युक्ते कस्यचित् अपि पदार्थस्य कारणं किं? परमाणवः खलु, अवयवाः, ते एव कारणगुणाः, ते एव कारणाः भवन्ति अत्र. कारणगुणेभ्यः नाम तेषु परमाणुषु ये गुणाः विद्यन्ते ते भवन्ति कारणगुणेभ्यः. ते एव द्वियणुके, त्रियणुके, चतुरणुके अथवा बृहत् पदार्थे यत् यः कोऽपि गुणः भवति तस्य कारणं भवन्ति इत्युक्तौ परमाणौ एव कारणं. परमाणुषु यः गुणः वर्तते सः एव गुणः द्वियणुके, चतुरणुके अथवा अवयवी बृहदवयवी यः कोऽपि गुणः भवति तस्य कारणीभूताः भवन्ति इति. अस्तु. अत्र च जला अनित्ये द्वयणुकादौ अनित्यं तत् ओ नित्यपरमाणौ रूपादि नित्यं यत् यत् केचन गुणाः नित्यं भवति केचन गुणाः अनित्यं भवति इति वा? हा इत्युक्ते परमाणुः नित्यद्रव्यं खलु. परमाणुः नित्यद्रव्यं, तस्य नाशः न भवति इति नित्यद्रव्यम् अस्ति. परमाणुषु जलादौ परमाणौ नाम जलस्य वा वायुः वा तेजसः वा परमाणौ ये गुणाः अन्तर्भूताः भवन्ति ते नित्यगुणाः, नित्यगतं नित्यम्. अनित्ये द्वयणुकादौ अनित्यम् इत्युक्ते द्वयणुकौ त्रयणुकं चतुरणुकं तेषां यद् गुणाः भवन्ति ते अनित्यं वा? सत्यम्. अस्तु. अत्र च जलादौ वदतु भगिनि. अग्रे वदतु भवती यदुक्तवती तत् सत्यमेव. अत्र च जलादौ रूपादिचतुष्टया सम्भवेन यथा सम्भवम् एव ग्राह्यम्. अत्र च जलादौ रूपादिचतुष्टयसम्भवेन यथा सम्भवम् एव ग्राह्यम्. नाम जलादौ एते गुणाः यत्र सम्भवन्ति तत्रैव ग्राह्यम् इति. यत्र सम्भवति तत्रैव ग्राह्यं, तस्य विस्तारः अग्रे आयाति इति. असम्भवेन रूपादिचतुष्टय असम्भवेन. ओ सत्यं सत्यं सत्यं. रूपादिचतुष्टयसम्भवेन. आमामां. धन्यवादः भगिनि. धन्यवादः. इति अस्ति अग्रिमे सप्ताहे इतः अग्रे भविष्यति पाठः. धन्यवादः भगिनि. धन्यवादः. शुभरात्रिः.